अस्तु तर्हि अद्यतनविषयः भवति अवधिः इति. एतावत् पर्यन्तम् अवधिः इति कुत्र कुत्र भवति, सावधिकपदार्थाः के के इति अस्माभिः परिशीलितमासीत्. तस्मिन् विभागे पृथक्त्वम् इति एकः सावधिकपदार्थः, अपि च पृथक्त्वस्थले यदा वयं वदामः घटः पटात् पृथक् इति, पृथक्त्वम् इति घटस्य आश्रयः, अपि च अवधिः पटः इति आसीत्. ततः अग्रे भेदः अपि सावधिकपदार्थः इति कृत्वा घटः पटात् भिन्नः इति वदामश्चेत्, भेदः घटे आसीत्, घटभिन्नः यः कोऽपि अस्ति तस्यां प्रतीतौ सः अवधिः इति जानीमः. तदनन्तरं विभागस्थले अपि अवधिः इति आसीत्, संयोगस्थले अपि. किन्तु तत्र अस्माभिः दृष्टं यत् संयोगस्थले वा विभागस्थले वा प्रतीतिम् अवलम्ब्य एव अवधिः निश्चीयते. यदा घटपटयोः संयोगः इति वदामः, तत्र प्रतीतिवशात् अवधिः इति न भासते एव. तदा घटपटयोः संयोगः इति यदा वदामः, तदा पुनः वक्तव्यं भवति. घटावधिकसंयोगः पटे अथवा पटावधिकसंयोगः घटे वा इति पुनः वक्तव्यं भवति. तथा एव विभागस्थले घटपटयोः विभागः इति तादृशप्रतीतिः अस्ति चेत् तत्रापि अवधिः स्पष्टतया न भासते. तत्रापि पुनः अवधिः कुत्र भवति इति आरोपणीयं भवति. विभागः एकस्मिन् अस्ति इति निश्चीय तदनन्तरम् अपरस्मिन् वस्तुनि अवधिः इति वक्तव्यं भवति. किन्तु विभागस्थले इतोपि एकः विकल्पः अस्ति इति अस्माभिः ज्ञातम्. घटात् पटः विभक्तः इति वदामश्चेत् तत्र घटात् इति पञ्चमीभूतपदस्य अवधिः इति तत्र अवधिः भासते इति सर्वम् अस्माभिः दृष्टमासीत्. अधुना अवधिः कुत्र कुत्र वर्तते इति ज्ञात्वा अवधिः कीदृशः इति अपि अस्माभिः पठितम्. यथा निखिलावधिकत्वं, नियतावधिकत्वम् इत्यादिकं. तर्हि नियतावधिकत्वम् इत्युक्ते किम् इति कोऽपि वदति वा सारांशरूपेण? नियमेन यदि प्रतीतिः भवति तत् नियत अधिकत्वं भवति. यदा वयं वदामः घटपटात् पृथक्, एतत् यदि वयं घट पृथक् तस्य कोऽपि अर्थं न भवति. मनसि एतत् आकाङ्क्षा भवति घट कस्मात् पृथक् अस्ति, तस्य ज्ञानं सम्पूर्णं कर्तुं घटपटात् घटवृक्षात् एतत् भवितुम् आवश्यकं भवति. उक्तम् आवश्यकं भवति घटपटात् पृथक् घटवृक्षात् पृथक् अस्ति. अतः अवधि नियमेन आरोप्यते, नियमेन भवति, तत् नियतावधिकतां पृथक्त्वे अस्ति. घट पृथक्त्वस्य आश्रय घट अस्ति, पट भवति अवधि, पटावधिक पृथक्त्वम् अस्ति एतत्. बहु समीचीनं भगिनि, तथैव अस्ति. नाम यस्यां प्रतीतौ नियमेन अवधिः भासते यथा भगिन्या उक्तं, तत्र नियतावधिकत्वम् अस्ति इति उक्तम्. अधुना घटपटयोः संयोगः इत्यस्मिन् प्रतीतौ इत्यस्यां प्रतीतौ अवधिः भासते वा? न भासते. हा तर्हि सव्यसाचि महोदय किञ्चित् वदतु तत्र. तर्हि तत्र कीदृशी स्थितिः? आमां तर्हि घट पटयोः संयोगः अस्ति इत्युक्ते संयोगः उभयत्र वर्तते, प्रतितौ संयोगः न भासते इत्युक्ते सम्यक्तया न जानीमः संयोगः अवधिः न भासते. धन्यवादः. अवधिः न भासते तर्हि संयोगः घटे भवितुम् अर्हति एवं पटे अपि भवितुम् अर्हति. तर्हि वयं वक्तुं शक्नुमः घटावधिकसंयोगः पटे अस्ति अथवा पटावधिकसंयोगः घटे अस्ति. तर्हि यदि वदामः पटावधिकसंयोगः घटे अस्ति तर्हि अवधिः इत्युक्ते पटः एवं संयोगः घटे अस्ति. एवं कृत्वा अवधिः कः ज्ञातुं शक्नुमः. एवं संयोगः नियतावधिकं नास्ति. हा, बहु समीचीनं महोदय. तर्हि विभागस्य का गतिः तर्हि? तर्हि विभागः कथं जानीमः इत्युक्ते यत्र संयोगः भवति संयोगः संयोगस्य यत्र नाशः भवति तत्र विभागः उत्पद्यते. इत्युक्ते यथा संयोगः तथापि इत्युक्ते प्रतीतौ कुत्र अस्ति न जानीमः. इत्युक्ते अवधिः कुत्र अस्ति न स्पष्टतया दृश्यते. यथा पञ्चमी विभक्ति अत्र अस्ति किञ्चित् भिन्नम् अस्ति संयोगस्य कृते अथवा संयोगस्य अपेक्षया किञ्चित् भिन्नम् अस्ति. तथापि अत्र विभागः कुत्र वर्तते इति न भासते. विभागः कुत्र जानीमः उभयत्र इति. हा, विभागः अपि संयोग संयोग तथा विभागः अपि उभयत्र अस्ति. तर्हि विभागः उभयत्र अस्ति इत्युक्ते कः अवधिः इत्युक्ते स्पष्टतया न भासते प्रतीतौ. तर्हि विभागे अपि नियतावधिकत्वं नास्ति. नास्ति, समीचीनम् इति विषयः नियतावधिकत्वस्य. नियतावधिकत्वम् इत्युक्ते यत्र अथवा यस्यां प्रतीतौ नियमेन अथवा स्पष्टतया अवधिः भासते तत्र नियतावधिकत्वम् इति वदामः. संयोगविभागयोः तादृशी स्थितिः नास्ति. पृथक्त्वस्य अपि च भेदस्य तु अस्ति एव, नियतावधिकत्वम् इति वदामः. अस्तु, इतः अग्रे गत्वा निखिलावधिकत्वम् इत्युक्ते किम् इति अपि च अनेकावधिकत्वम् इत्युक्ते किम् इति ज्ञातव्यं भवति. तदभ्यन्तरे केनचित् आगतं वा नूतनतया? वन्दनी अस्मि भगिनि. वर्धिनी भगिनि, अस्तु. नियतावधिकत्वम् अभवत्, तदनन्तरं निखिलावधिकत्वम् इत्युक्तौ किम् इति कोऽपि वदति वा? जयन्ती भगिनि. आं भगिनि, कस्यचित् सावधिकपदार्थस्य आश्रयं विहाय जगति स्थितेषु सकलेषु द्रव्येषु अवधित्वम् अस्ति चेत् तस्य पदार्थस्य निखिलावधिकत्वम् अस्ति इति वक्तुं शक्नुमः. पृथक्त्वस्थले दृष्टं यत् पृथक्त्वस्य आश्रयभूत द्रव्यस्य अवयवान् विहाय जगति सकलेषु द्रव्येषु पृथक्त्वस्य अवधित्वम् अस्ति एव. परन्तु अवयवेषु पृथक्त्वं नास्ति इत्यस्मात् पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति अस्ति. एकनिमिषम्. अवयवेषु पृथक्त्वं नास्ति इति उक्तं भवत्या, किन्तु अत्र कस्य पृथक्त्वस्य चर्चा अभवत्? घटस्य पृथक्त्वस्य, खलु? घटद्रव्यस्य पृथक्त्वस्य. तर्हि घटः स्वस्य अवयवात् पृथक् नास्ति. आम् आम् आम्, ते अवयवेभ्यः पृथक्त्वं घटे नास्ति. हा, अवयवेभ्यः पृथक् नास्ति. तर्हि अवयवान् प्रति घटस्य किमपि पृथक्त्वम् इति नास्ति. तस्य अर्थः कः इत्युक्ते उदाहरणं स्वीकुर्मश्चेत् घटः कपालात् पृथक् वा घटः कपालिकात् पृथक् कपालिकायाः पृथक् इति वयं वक्तुं न शक्नुमः. किमर्थमित्युक्ते पृथक्त्वम् इति पदार्थः भिन्नदेश विद्यमानेषु द्रव्येषु एव वर्तते, परन्तु द्रव्यस्य अवयवपरम्परायां ये ये सन्ति ते सर्वे एकस्मिन् देशे एव वर्तन्ते. अतः तस्मिन् सन्दर्भे पृथक्त्वस्य प्रश्नः एव न उदेति. हा, समीचीनं. तर्हि यदा पृथक्त्वस्य प्रश्नः न उदेति घटकपालयोः मध्ये, तर्हि इतोपि किं न भवति? पृथक्त्वस्य प्रश्नः एव न उदेति चेत् तत्र अवधिः इति भवति वा? न, न. हा हा, समीचीनं. तर्हि पृथक्त्वम् इति तादृशः पदार्थः अस्ति यस्य निखिलावधिकत्वं नास्ति इति वदामः. यतोहि यथा भगिन्या अधुना विवृतं, तत्र अवयवपरम्परायां यं किमपि पदार्थं स्वीकरोतु, अवयवपरम्परायां तस्य पदार्थस्य अवयवपरम्परायां ये पदार्थाः भवन्ति तेभ्यः सः पदार्थः पृथक् न भवति इति कृत्वा घटः कपालात् पृथक् इति प्रतीतिः एव न भवति इत्यस्य अर्थः कः? कपाले घटपृथक्त्वं प्रति अवधित्वं नास्ति इति. तदा किं साधितं? निखिलम् इत्युक्ते सर्वं, घटं विहाय सर्वम् इति. परन्तु अत्र घटं विहाय सर्वम् इत्यस्मिन् कपालः अपि अन्तर्भूतः, अपि च कपाले अवधित्वं नास्ति घटपृथक्त्वं प्रति इति कृत्वा घटपृथक्त्वम् अथवा पृथक्त्वम् इति निखिलावधिकपदार्थः नास्ति, पृथक्त्वे निखिलावधिकत्वं न भवति इति. किन्तु अत्र प्रश्नः अस्ति पृथक्त्वे अनेकावधिकत्वम् अस्ति वा इति. किं वदन्ति तत्र? पृथक्त्वे इदानीमेव साधितम् अस्ति निखिलावधिकत्वं नास्ति, परन्तु अवयवान् विहाय जगति ये ये सन्ति तेषु घटपृथक्त्वं प्रति अवधित्वम् अस्ति एव. यथा घटः मठात् पृथक् वा घटः वृक्षात् पृथक् इति वदामश्चेत् वृक्षः अवधिः भवति, मठः अवधिः भवति घटपृथक्त्वं प्रति. तर्हि घटपृथक्त्वस्य अनेका अवधयः भवन्ति, अतः पृथक्त्वस्य अनेकावधिकत्वम् अस्ति न तु निखिलावधिकत्वम्. समीचीनं भगिनि, तथैव अस्ति. पृथक्त्वस्य नियतावधिकत्वम् अस्ति, अनेकावधिकत्वम् अस्ति, किन्तु निखिलावधिकत्वं नास्ति. योगविभागयोः नियतावधिकत्वम् अपि नास्ति. उच्यताम्? संशयः अस्ति अत्र. पृथक् घटपृथक्त्वे घटपृथक्त्वे अनेका अवधयः घटपृथक्त्वं प्रति अनेकाः अवधयः सन्ति इति. पृथक्त्वे अनेकावधिकत्वम् इत्यपि खलु? अवश्यम् अवश्यं भगिनि. किं तत्र मम संशयः यत् अस्ति, पृथक्त्वं प्रति अवधयः अनेका अवधयः, पृथक्त्वे अनेका अवधिकत्वम् इति किञ्चित् तत्र क्लेशः भवति, किञ्चित् भ्रमः. एवं चिन्तयतु, एवं चिन्तयतु, पृथक्त्वं सावधिकम् इति वदामः खलु. आम्, सावधिकं पृथक्त्वम् अवधिकम् इति, सा इति निष्कासयति चेत् अवधिकं पृथक्त्वम् इति विशेषणविशेष्यभावः. तर्हि अवधिकम् इति विशेषणं भवति चेत् अवधिकत्वं पृथक्त्वे भवति, यथा उन्नतः बालकः औन्नत्यं बालके इति. खलु, लक्ष्मी भगिनी किञ्चित् बुद्धं वा? तथैव हा, तथैव अवधिकत्वं पृथक्ते, पुनः कीदृश अवधिकत्वम्? अनेकावधिकत्वं पृथक्त्वे अस्ति, अपि च नियतावधिकत्वं पृथक्त्वे अस्ति, किन्तु निखिलावधिकत्वं पृथक्त्वे नास्ति इति वदामः. अस्तु, हा, ततः अग्रे गत्वा गुणस्य च द्रव्यस्य विषये किञ्चित् उक्तम् आसीत्. अत्र प्रश्नः आसीत् अवधिभेदेन पृथक्त्वं विद्यते वा इति. तस्मिन् विषये लक्ष्मी भगिनी किञ्चित् वक्तुमिच्छति वा? प्रश्नः किं भगिनि? प्रश्नः अस्ति अवधिभेदेन पृथक्त्वं विद्यते वा. इदानीं चर्चितं खलु पृथक्त्वम् इति अनेकावधिकम्. अवधिभेदेन पृथक्त्वं न विद्यते, किन्तु समुदाय अवधि पृथक्त्वे अवधिसमुदायः अस्ति, अवधिसमुदायेन भिद्यते इत्युक्ते घटपृथक्त्वे घटं विहाय जगति यानि वस्तूनि सन्ति तत्तत् अवधिकं घटपृथक्त्वे सन्ति. पटपृथक्त्वे पटं विहाय अतः घटसमुदाय घट अवधिसमुदाये जगति सर्व. अत्र समुदायः भवत्या यदुक्तं तत् सत्यं, घटे यः पृथक्त्वम् अस्ति सः पृथक्त्वम् एकमेव. पटावधिकम् इति वदतु, मठावधिकम् इति वदतु, यत्किमपि वदतु, किन्तु भिन्नं नास्ति, एकमेव, तत्तु सत्यं. तर्हि अवधिभेदेन पृथक्त्वं न भिद्यते. किन्तु पृथक्त्वम् इति कश्चन गुणः खलु? हा, समीचीनं. तदाश्रयभूतद्रव्यस्य आधारेण पृथक्त्वस्य भेदः कल्पनीयः भवति. तर्हि घटे विद्यमानं पृथक्त्वं भिन्नं, पटे विद्यमानं पृथक्त्वं भिन्नं, घटः अपि आश्रयः, पटः अपि आश्रयः इति कृत्वा तयोः विद्यमानयोः पृथक्त्वयोः मध्ये भेदः अस्ति इति वदामः इति सत्यम्. अस्तु, आश्रयभेदेन किं साधितं भवती अधुना? अवधिसमुदायस्य विषये अपि भवत्या उक्तं खलु किञ्चित्. तर्हि एषः अवधिसमुदायः कस्य आधारेण स्थापितः भवति इति? अवधिसमुदायः आश्रयस्य आधारेण, किमर्थं चेत् आश्रयं अवधिसमुदाये आश्रयं विहाय आश्रयम् अपि च आश्रयस्य अवयवाः विहाय सर्वाणि वस्तूनि आश्रयस्य पृथक्त्वं प्रति अवधयः सन्ति. बहु समीचीनम्, समीचीनं भगिनि. यथा भवत्या उक्तम्, आश्रयस्य आधारेण समुदायः कल्पितः भवति. पृथक्त्वस्य आश्रयः, तस्य आश्रयः अथवा अवयवाः, ते एकस्मिन् समुदाये, तान् विहाय अन्ये सर्वे पदार्थाः अपरस्मिन् समुदाये इति कृत्वा समुदायभेदेन अवधिः विद्यते इति. स्पष्टं स्यात्? अयं महत्त्वपूर्णबिन्दुः अस्ति. अस्तु, तर्हि भूतलावधिकभूत अथवा घटे यः पृथक्त्वम् इति अस्ति, तं पृथक्त्वं प्रति पटावधिकं, पटः अवधिः भवति, मठः, भूतलः सर्वम् अवधिः भवति, किन्तु घटस्य अवयवाः अपि च घटः स्वम् अवधिः न भवितुमर्हति इति वार्ता अस्ति. अस्तु, इदं स्पष्टं स्यात्? तर्हि अतः एव अत्र उक्तम्, अपि च अपरैः शब्दैः स एव सन्देशः व्यक्तीक्रियते एवं रीत्या, पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण. नाम घटनिष्ठपृथक्त्वं पटनिष्ठपृथक्त्वात् भिन्नः केन आधारेण? आश्रयभूतद्रव्येण. अयमेव सन्देशः अवधि समुदाय भेदेन पृथक्त्वं विद्यते इत्यस्मिन् वाक्ये अपि प्राप्यते इति सारांशः. एकः एव सन्देशः, आश्रयभूते द्रव्येण भिद्यते वा अवधिसमुदायेन भिद्यते वा इत्यनयोः एकः एव सन्देशः भिन्नभिन्नशैल्याम् उक्तं तावदेव. यतोहि आश्रयः इति मुख्यः भवति अत्र निर्णेतुं पृथक्त्वं भिन्नः वा न वा इति. अस्तु, तदनन्तरम् अन्ते तस्मिन् परिच्छेदे आसीत् विभागस्य विषये. तर्हि सन्ध्या भगिनी पुनः किञ्चित् वदति वा विभागः कथं जायते अपि च विभागस्य कीदृशः स्थितिः इति. विभागः सावधिकः पदार्थः, परन्तु तत्र अवधिः इति अवधेः प्रतीतिः तत्र सर्वदा न भवति. विभागः तत्र यदा यथा आवश्यकं तथा तत्र अवधिः आरोप्यते, यद्यपि सावधिकपदार्थः अवधिः आरोपितं भवति तत्र इति अस्ति. हा, तथैव संयोगः अपि खलु. तर्हि तत्र निखिलावधिकत्वं नास्ति, किन्तु प्रश्नः अस्ति यत् अनेकावधिकत्वम् अस्ति वा इति. एवं भवतु चिन्तनं, विभागः कथं जायते संयोगस्य नाशेन. संयोगनाशको गुणो विभागः इति तर्कसङ्ग्रहे उक्तं. तर्हि ययोः मध्ये संयोगः भवति, ययोः पदार्थयोः मध्ये संयोगः, तयोः मध्ये एव विभागः अपि जायते यदा संयोगः नश्यति इति. तर्हि संयोगस्य च विभागस्य च चिन्तनम् एकमेव रीत्या कर्तुं शक्नुमः खलु. तर्हि संयोगस्य विषये चिन्तयतु, तत्र अवधिकत्वं कीदृशं भवति, निखिलावधिकत्वम् अस्ति न वा इत्यादिकं. निखिलावधिकत्वं तु तत्र नास्ति किल संयोगे. किमर्थं तत्र किमर्थमित्युक्ते तत्र अवधिः ययोः संयोगः अस्ति, ययोः द्वयोः पदार्थयोः, तत्र एव संयोगः इति विषयः भवति. अतः अवधिः अपि एकस्मिन्नेव पदार्थे अस्ति, न तु सर्वत्र. तद् द्रव्यं विहाय सर्वत्र अन्यत्र अस्ति संयोगस्य अवधिः इति नास्ति. अस्तु, तत्तु एकरीत्या तदपि समीचीनं. नाम यदा प्रतीतिम् अवलम्ब्य वदामः उभयोः वस्तुनोः मध्ये, तदा तयोः मध्ये एव संयोगः इति. किन्तु इदानीं चिन्तयतु, घटस्य कपालस्य च संयोगः भवति वा? न, यतोहि तत्र समवायः एव, घटकपालयोः न कदापि संयोगः खलु. तदर्थं यत्र संयोगः एव नास्ति, तर्हि तत्र यथा पृथक्त्वविषये वयं चिन्तनं कृतवन्तः, पृथक्त्वमेव नास्ति चेत् घटकपालयोः, तर्हि अवधिः इति कुतः स्यात् इति. तथैव घटस्य अपि च स्वस्य कपालयोः तयोः मध्ये संयोगः एव न भवितुमर्हति. अतः अतः अवधिः इति सर्वं तत्र चिन्तनमेव नास्ति. अतः किं साधितं, घटं विहाय एकः पदार्थः अस्ति यस्मिन् घटसंयोगः नास्ति इति कृत्वा तत्र निखिलावधिकत्वम् इति अस्ति वा न वा? नास्ति खलु. अनेकावधिकत्वं भवितुमर्हति वा? तत्रैव शङ्का अस्ति. अनेकावधिकत्वम् एकावधिकत्वं तु अस्ति, परन्तु यदि घटपटयोः संयोगः इत्यस्य विषये वदामः, तर्हि तत्र केवलम् अवधिः पटे भवति वा घटे भवति, तत्र अन्येषु पदार्थेषु अवधेः प्रश्नः न आगच्छति किल. अतः अनेकावधिकत्वमपि न भवेत् इति चिन्ता. अस्तु अस्तु, प्रतीतिम् अवलम्ब्य न भवति, किन्तु भवितुमर्हति, घटस्य अपरैः पदार्थैः सह संयोगः इति भवितुमर्हति. तर्हि एकम् एकाधिक पदार्थेन सह पदार्थैः सह भवितुम् अर्हति इति कृत्वा तत्र अनेकावधिकत्वं तु अस्ति संयोगस्य, परन्तु निखिलावधिकत्वम् इति नास्ति संयोगस्य। ओ, अनेकावधिकत्वम् इत्युक्ते तत्र घटपटयोः संयोगः अस्ति तस्मिन्नेव समये, तदा एव हस्तघटयोः अपि अर्हति इति कृत्वा। तर्हि अनेकावधिकत्वम् अस्ति परन्तु निखिलावधिकत्वं नास्ति। नास्ति इति संयोगस्य वार्ता। तर्हि विभागस्य, विभागस्य अपि तत्र न जानामि भगिनी, तत्र किञ्चित् साहाय्यम् आवश्यकम्। अस्तु अस्तु, अन्य कोऽपि वदति वा किञ्चित्? भगिनी, तत् तथा एव अस्ति यथा संयोगस्य विचारे अस्ति, तत्र निखिलावधिकत्वं तु नास्ति परन्तु अनेकावधिकत्वम् अस्ति संयोगे, तथा विभागे अपि। निखिलावधिकत्वं तु नास्ति परन्तु अनेकावधिकत्वं भवितुम् अर्हति, यथा संयोगः तथा। तर्हि उदाहरणार्थं तत्र घटः पटात् विभक्तः, तथैव घटः हस्तात् अपि विभक्तः तथा। आम् आम्, इत्युक्ते संयोगस्य वार्ता यदि नयामः, तत्र घटे संयोगः अस्ति, तर्हि पटावधिकसंयोगः घटे अस्ति, मठावधिकसंयोगः घटे अस्ति, अन्यत् कोऽपि अपि अवधिः भवितुम् अर्हति। तर्हि तत् संयोगः घटे अस्ति, तर्हि संयोगः अनेकावधिकत्वं संयोगे अस्ति इति वक्तुं शक्नुमः। तदाधारेण विभागः कुत्र वर्तते इत्युक्ते यत्र संयोगस्य नाशः भवति। तर्हि यथा संयोगस्य अनेकावधिकत्वम् अस्ति, तथा विभागस्य अपि अनेकावधिकत्वं भवितुम् अर्हति। संयोगे निखिलावधिकत्वं नास्ति, तथा विभागे अपि निखिलावधिकत्वं नास्ति इति चिन्तनम्। समीचीनं महोदय। तर्हि संयोगे निखिलावधिकत्वं नास्ति इति किमर्थं वदामः? यथा घटकपालयोः संयोगः न इति, तर्हि विभागस्यापि किं भवति? विभागस्य इत्युक्ते तत्र एकं पदार्थं च तस्य अवयवं स्वीकृत्य किञ्चित् वदतु। आमामाम्, इदानीं घटः एवं कपालः, घटः कपालात् विभक्तः इति वक्तुं न शक्नुमः। किमर्थम् इत्युक्ते घटः एव न तिष्ठति, तर्हि एतत् वक्तुं न शक्नुमः। इत्युक्ते घटः एवं घटस्य अवयवः एवं विभक्तः इति वक्तुं न शक्नुमः। तर्हि तत्र विभागः न वर्तते, घटम् एवं घटस्य अवयवाः ये सन्ति, तर्हि निखिलावधिकत्वं नास्ति इति वदामः। समीचीनं, अस्तु, इति एव वार्ता अस्ति। संयोगस्य विभागस्य निखिलावधिकत्वं नास्ति परन्तु अनेकावधिकत्वं भवितुम् अर्हति इति। तर्हि भगिनी, पृथक्त्वस्य संयोगस्य विभागस्य अपि तथैव अस्ति, सावधिकाः पदार्थाः त्रयः अपि, निखिलावधिकत्वं त्रिषु अपि नास्ति परन्तु अनेकावधिकत्वं त्रिषु अस्ति इति। सत्यं सत्यं, किन्तु एकः भेदः तत्र पृथक्त्वम् इति नियतावधिकः पदार्थः, परन्तु संयोगः वियोगः तत्र प्रतीतिवशात् एव अवधिकत्वम् आरोप्यते। अस्तु भगिनि, धन्यवादः। अस्तु, समीचीनं। तर्हि इदानीं भेदः इति अपि इतोपि एकः पदार्थः सावधिकः अस्ति खलु, एते त्रयः एव न, भेदः इति अवशिष्टम् अस्ति, तस्य निखिलावधिकत्वस्य विषये किञ्चित् चिन्तनं भवति अधुना। अस्तु, तर्हि सव्यसाची महोदय पठति वा भेदस्य निखिलावधिकत्वं भवति किम् इति। आं भगिनि, भेदस्य निखिलावधिकत्वं भवति किम्? अत्र स्मर्यतां निखिलावधिकत्वम् इत्यस्य निखिलशब्दस्य अत्र कः अर्थः? यदा निखिलशब्दः स्वातन्त्र्येण उच्यते तदा गमनमात्रम् आयाति, किन्तु अत्र तथा नास्ति। एतादृशसर्वनाम्नां तथा स्वभावः अस्ति, वाक्यं दृष्ट्वा एव एषां अर्थनिर्धारणं कर्तव्यम्। सर्व इति पदं यथा, तद्वत् इदं निखिलम्। अत्र अवधिकत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः, निखिलपदेन किं विवक्षितम् इत्युक्ते घटातिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितम्। घटातिरिक्तं यत् तत्वधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे। अस्तु, इदानीं पङ्क्ति सह पठामि। अत्र स्मर्यतां निखिलावधिकत्वम् इत्यस्य निखिलशब्दस्य अत्र कः अर्थः? तर्हि अत्र निखिलावधिकत्वम् इत्युक्ते निखिलशब्दस्य अर्थः कः प्रथमे इति जानीमः। निखिलशब्दस्य कः अर्थः इति, तर्हि निखिलशब्दः इत्युक्ते स्वातन्त्र्येण उच्यते तदा गमनमात्रम् आयाति प्रायशः गगन। धन्यवादः भगिनी, गगनः। निखिलशब्दः इत्युक्ते गगनमात्रम् आयाति इत्युक्ते स्वं विहाय यदि सर्वत्र तद् भवति तर्हि निखिलः इति वक्तुं शक्नुमः। उदाहरणत्वेन अत्र स्वं विहाय इति न आगतम् एतावत्पर्यन्तम्। अस्तु, केवलम् उक्तं यत् निखिलशब्देन गगनमात्रम् इति आयाति। गगनमात्रम् इत्युक्ते यथा सर्वनाम शब्दः, सर्व इति शब्दः अस्ति खलु, सर्व इति शब्दे स्वं विहाय सर्वम् इति न, सर्वम् इत्युक्ते सर्वं तथा अस्ति। अत्र यदा निखिलशब्दः स्वातन्त्र्येण उच्यते तदा गगनमात्रम् आयाति इत्युक्ते सर्वम्। इदानीं यत् वाक्यं वदति यथा भगिन्याः उक्तम् इति सर्वम् अत्र इति उच्यते गगनमात्रम् इति। तर्हि तृतीयवाक्यमस्ति किन्तु अत्र तथा नास्ति इत्युक्ते वयम् इदानीं पठामः भेदः, पृथक्त्वं, संयोगः, विभागः। अत्र निखिलशब्दः अत्र तस्य अर्थम् अत्र तथा नास्ति। एतादृश सर्वनाम्ना तथा स्वभावः अस्ति। नाम निखिल अपि एक सर्वनामपदं, तादृश सर्वनाम्नां नामपदानां तादृश स्वभावः अस्ति इति उक्तम् अत्र। अस्तु अस्तु अस्तु, तर्हि वाक्यं दृष्ट्वा एवम् एषाम् अर्थनिर्धारणं कर्तव्यम्। तर्हि वाक्यं वयं पश्यामः अथवा पृथक्त्वस्थले अथवा संयोगस्थले, विभागस्थले, भेदस्थले वाक्यं दृष्ट्वा अर्थनिर्धारणं वयं कर्तुं शक्नुमः। सर्व इति पदं यथा, तद्वत् इदं निखिलम्। अत्रापि भगिनी अहं न अवगच्छामि इत्युक्ते अर्थः कः? नाम वस्तुतः निखिल इति शब्दः सर्व इति शब्द इव इति। अस्तु, तस्य अर्थः वस्तुतः तथा, किन्तु वाक्यस्य आधारेण अर्थः भिद्यते इति। वाक्यस्य आधारे क्षम्यतां महोदय। हा न भगिनि, तर्हि वाक्यस्य आधारेण तर्हि निखिलं, निखिलत्वम् अथवा निखिलं कुत्र अस्ति इति वक्तुं शक्नुमः। अत्र अवधिकत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः, निखिलपदेन किं विवक्षितम् इत्युक्ते घटातिरिक्त यावत् जगति विद्यमानं सर्वं विवक्षितम्। तर्हि इदानीं पृथक्त्वं प्रायशः अत्र महोदय वदति इत्युक्ते घटः पटात् पृथक् अथवा घटः वृक्षात् पृथक्, मठात् पृथक्। तर्हि घटं विहाय ये ये जगति सर्वत्र सन्ति तत्र इति ते सर्वे घटस्य इति इत्युक्ते अवधिः इति वक्तुं शक्नुमः. तत्र घटे पृथक्त्वम् अस्ति परन्तु घटं विहाय जगति ये ये यावत् सन्ति तत्र इति ते इत्युक्ते ते सर्वे अवधिः इति वक्तुं शक्नुमः. तर्हि घटातिरिक्तं तत् अवधिकत्वं विवक्षितम् अस्मिन् अर्थे, इत्युक्ते घटं विहाय ये जगति सर्वत्र सन्ति इत्युक्ते ते सर्वे आयान्ति अत्र पृथक्त्वस्थले इति प्रायशः अस्ति भगिनि. हा हा तथैव महोदय. अत्र अवधिस्थले निखिलपदस्य विशिष्टः अर्थः अस्ति यत् भवता उक्तम् एकं वस्तुं विहाय जगति सर्वे इति. किन्तु वस्तुतः निखिलम् इत्यस्य तादृशः अर्थः नास्ति. लौकिकभाषायां निखिलम् इत्युक्ते सर्वम् इति, एकं विहाय अपरम् इति किमपि नास्ति. परन्तु अस्मिन् अवधिविषये यदा चर्चा जायते तदा घटम् अतिरिक्त सर्वं निखिलम् इति वदामः अथवा पटम् अतिरिक्त अन्यत् सर्वं निखिलम् इति, तादृशः अर्थः अस्ति इति निखिलशब्दस्य. अस्तु, अत्र कोऽपि प्रश्नः नास्ति इति मन्ये, स्पष्टमेव स्यात्. आं भगिनि. अस्तु, आं तर्हि जयन्ती भगिनी अग्रे पठति वा. आं भगिनि. एतावता अस्माभिः दृष्टं यत् पृथक्त्वस्य निखिलावधिकत्वं नास्ति, संयोगस्य वियोगस्य च एवमेव निखिलावधिकत्वं नास्ति. अधुना भेदस्य का गतिः? भेदस्य निखिलावधिकत्वं भवति वा? पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल. अस्तु, एतावता दृष्टं यत् पृथक्त्वस्य अपि च संयोगस्य वियोगस्य निखिलावधिकत्वं नास्ति, यतोहि पृथक्त्वविषये तु स्वं विहाय अपि च अवयवान् विहाय पृथक्त्वं प्रति सर्वेषु द्रव्येषु अवधित्वम् अस्ति, परन्तु तत् द्रव्यम् अपि च द्रव्यस्य अवयवाः तेषु अवधित्वं नास्ति, अतः पृथक्त्वस्य निखिलावधिकत्वं नास्ति. पुनः संयोगस्य विषये अपि स्वं विहाय अवयवान् विहाय सर्वेषु द्रव्येषु अवधित्वम् अस्ति संयोगं प्रति, अतः अत्रापि निखिलावधिकत्वं नास्ति. अस्मिन् एतेन अर्थेन द्रव्यं विहाय सर्वत्र अवधित्वम् अस्ति इति, अनेन अर्थेन पृथक्त्वं संयोगः विभागः एते पदार्थाः निखिलावधिकाः न इति साधितम् अस्ति. भेदस्य कः विषयः? घटः पटात् भिन्नः इत्यस्मिन् वाक्ये घटः अस्ति, घटभेदः पटे अस्ति, पुनः घटः मठात् भिन्नः वा घटः? भगिनि एकनिमिषः, भवत्याः वाक्यमासीत् घटः पटाद् भिन्नः इति. आम् आम्. तर्हि चिन्तयतु कस्य भेदः कस्ति? अस्तु, घटः पटात् भिन्नः चेत् पटभेदः घटे अस्ति. समीचीनं. परन्तु घटभेदः अपि पटे अस्ति इति न वा? सत्यं सत्यं, परन्तु भवत्याः विवक्षा का अथवा आशयः कः आसीत्? प्रतीतिः इति किल, तदवलम्ब्य वदामः भेदः कुत्र, अवधिः कः इति. भवत्याः वाक्यमासीत् घटः पटाद् भिन्नः इति, तर्हि तत्र भिन्नः भिन्नः इति घटस्य विशेषणं खलु. तर्हि भेदः घटे अस्ति. कस्य भेदः घटे अस्ति? पटभेदः घटे अस्ति. अवधिः कः? अवधिः अस्ति पटः. अस्तु तावदेव. तथा एव अस्ति, प्रतीतिम् अवलम्ब्य सर्वत्र तथा एव भवति. तर्हि भेदस्य निखिलावधिकत्वं भवति वा इति प्रश्नः. इत्युक्ते पटभेदः घटे अस्ति, अन्य कोऽपि भेदः, घटः वृक्षात् भिन्नः वा घटः मठात् भिन्नः, एतेषु वाक्येषु अपि कश्चन भेदः घटे वर्तते, मठभेदः घटे वर्तते वा वृक्षभेदः घटे वर्तते इति. तर्हि भासते यत् निखिलावधिकत्वं घटभेदस्य अस्ति इति भासते. भवत्या यानि उदाहरणानि दत्तानि तैः अनेकावधिकत्वम् अस्ति इति तु भासते. आम् आम्, परन्तु घटः घटात् भिन्नः इति वयं वक्तुं न शक्नुमः. न, एकनिमिष, अत्र न्यायशास्त्रे निखिल इति पदस्य सर्वम् इति न अर्थः, परन्तु अवधि चर्चायां स्वं विहाय अन्ये सर्वे इति अर्थः खलु. आम् आम्. तर्हि तस्य आधारेण परिशीलनीयं भवति. अस्तु अस्तु. तर्हि पटभेदः घटे अस्ति, अन्य कोऽपि भेदः यत् किमपि स्वीकुर्मः तद् भेदः तत् भेदः वा तद् भेदः घटे अस्ति इति. हा, इति समीचीनमस्ति चिन्तनं. तर्हि अग्रिमवाक्यं पठतु. तदा भेदः इत्युक्ते किम् इति इतोपि पुनरावर्तनरीत्या अस्ति. पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल. अत्र प्रतियोगी कः? घटः पटात् भिन्नः इति वदामश्चेत् पटभेदः घटे अस्ति. पटभेदः तु अत्र तु प्रतियोगी पटः इति स्वीकुर्मः वा? हा, सत्यं सत्यं. भेदः यत्र अस्ति सः अनुयोगी. आम् आम्. भेदस्य निवारणं यः कोऽपि करोति सः प्रतियोगी. प्रतियोगी, आम्. पटभेदः इति वदामश्चेत् पटाभावः एव, अन्योन्यभावः भावमेव सूचयति. तर्हि पटाभावः घटे अस्ति. तर्हि पटाभावः घटे अस्ति, तर्हि पटः एव प्रतियोगी. प्रतियोगिनः अभावः घटे अस्ति इति अस्ति. इति अस्ति. अपि च भेदः इत्युक्ते किं? भेदः कीदृशः? प्रतियोगिनं विहाय जगति सर्वत्र इति. आम् आम् आम्. अस्तु, भवत्यापि यद् वक्तुम् उद्युक्ता आसीत्, घटः स्वं विहाय अपरतः न भवति, स्वस्मात् घटस्य भेदः नास्ति इति उक्तवती खलु. भेदः इत्युक्ते तदेव, स्वं विहाय अपरत्र जगति सर्वत्र तस्य अभावः वर्तते. इत्युक्ते अत्र प्रतियोगी पटः अस्ति. तर्हि प्रतियोगिनं विहाय इत्युक्ते पटं विहाय पटभेदः सर्वत्र अस्ति इति. हा, जगति सर्वत्र अस्ति इति बिन्दुः अत्र भेदस्य विषये. तदाधारीकृत्य पुनः निखिलावधिकत्वम् अस्ति न वा इति अग्रे चर्चा भवति. भगिनी, एकक्षणं, किञ्चित् मम स्पष्टतार्थं, तत्र घटे पटभेदः अस्ति इत्युक्ते तत्र घटः अनियोगी पटः प्रतियोगी, सम्यक् किल? सम्यक् सम्यक्. अस्तु अस्तु भगिनि. विपरीतरीत्या उच्यते चेत् घटभेदः पटे इति उच्यते चेत् घटस्य भेदः अथवा अन्योन्याभावः पटे अस्ति, घटः प्रतियोगी. अस्तु, अपर कोऽपि प्रश्नः आसीत् वा भगिनि? अत्र निखिल अवधिगतं तस्य परिभाषा द्वे भवति. एका निखिलाधिकत्वं मीन्स् सर्वाधिकत्वं, सर्वे समुदाय आश्रयभूतसमविना परम्परा न न निखिला. प्रथमतया निखिल इति शब्दस्य न्यायशास्त्रे विशेषः अर्थः. सः अर्थः कः? स अर्थ स्वयं विहाय सर्वत्र. स्वं विहाय सर्वत्र, तावदेव. स्वं विहाय सर्वे पदार्थाः इति चिन्तयतु. परन्तु वयं पूर्वं दृष्टवन्तः पृथक् पृथक्स्य विभागसंयोगस्थले निखिलाधिकत्वं नास्ति, किन्तु अनेका अधिकत्वम् अस्ति. अत्र वयं वदामः निखिला अवधिकत्वम् अस्ति स्वं विहाय. एतत् परिभाषा यत् अस्ति तत्र देन् पृथक्त्वस्थले संयोगस्थले भेदस्थले निखिलावधिकं भवति. न इदानीं निखिलावधिकं सर्वत्र इति सामान्यतया वदामः, किन्तु सर्वत्र इत्यस्य स्थाने सर्वेषु पदार्थेषु इति स्थापयतु. अस्तु, स्वं विहाय सर्वे पदार्थाः निखिल इति पदस्य. इदानीं घटः इति एकः पदार्थः, कपालः एकः पदार्थः, किल? घटः स्वं विहाय अपरेषु पदार्थेषु. कपालः कपाले पृथक्त्वं भवति वा? क्षम्यतां, कपालः भवति वा अवधिः? न भवति. स्वं विहाय अपरेषु पदार्थेषु इति अवधिकत्वम् अस्ति न वा इति द्रष्टव्यम्. घटः इति एकः पदार्थः, कपालः इति अपरः पदार्थः. तदर्थमेव अत्र उक्तं न्यायशास्त्रे गगनमात्रम् अथवा सर्व इति पदस्य एव नास्ति निखिलपदस्य परिभाषा. निखिल इत्युक्ते स्वं विहाय अपरेषु पदार्थेषु. अधुना स्पष्टं वा सरला भगिनि? आम् स्वं विहाय सर्वत्र भवति, रैट्? कपालः अपि, कपालः अपि स्वं विहाय, घटः स्वम् इत्युक्ते कपालः स्वं विहाय अपरः नास्ति. सत्यं सत्यम्. अस्तु, भवती एव पठतु अग्रे. पृथक्त्वं न तथा पृथक्त्व आश्रयभूतघटं विहाय तत् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. घटसस्मात् पृथक् इति न भवति इति तु जानीमः एव. नामपृथक्त्वम् अधिकृत्य घटस्य स्वस्य अवधित्वं नास्ति, किन्तु घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा? पृथक्त्वं न तथा पृथक्त्व आशयभूतघटं विहाय तद् अविधिकत्वं घटपृथक्त्वे अस्ति. पुनः एतत् प्रश्नम् अस्ति, पृथक्त्वस्य आश्रयभूत घटं तस्य विहाय अधिकत्वं घटे अस्ति वा न, घटपृथक्त्वे अस्ति या न? इत्युक्ते घट आश्रयभूत, क्षम्यतां, पृथक्त्वाश्रयभूतवस्तु कः अत्र? पृथक् आश्रयभूत घट घटः घटं विहाय तत्तद् अवधिकत्वम् इत्युक्ते घटं विहाय यः कोऽपि पदार्थः भवतु सः पदार्थः तत्तत् इत्यनेन सूचितं, सच् अण्ड् सच् इति, तावदेव. सत्तत् अवधिकत्वं घटे भवति वा इति प्रश्नः। सो वयं जानीमः घटं विहाय घटस्य अवयविनाः अधिकत्वं न भवितुं ते अवधि नास्ति अवयवः। सो घटं पृथक्त्वे स्वस्वन् अवयविनः सावधिका नास्ति, स्वस्य अवयविनः अवधिकत्वं नास्ति अथवा सावधिकाः न भवन्ति। अस्तु, अग्रे। घट स्वस्मात् पृथक् इति न भवति इति तु जानीमः। सो घट स्वस्मात् पृथक् नास्ति इति वयं जानीमः। घट एकदेशम् अस्ति, तत् स्वस्मात् पृथक् नास्ति। एव नाम पृथक्त्वम् अधिकृत्य घटस्य स्वस्य अविदित्वं नास्ति। यदि घट स्वस्मात् पृथक् नास्ति तर्हि घट स्वस्य अपि अवधि घटे नास्ति, पृथक्त्वे अवधि नास्ति। किन्तु घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वम् अस्ति। सो घटं विहाय यानि वस्तूनि जगति सन्ति ते सर्वे घटपृथक्त्वं प्रति सावधिका भवन्ति। घटपृथक्त्वं प्रति अवधयः भवन्ति वा इति प्रश्नः। उत्तरं किम्? आम्, घटस्य अवयविना विहाय सर्वे घटपृथक्त्वं प्रति अवधय भवन्ति। भगिनी, भवती यद् उक्तवती प्रथमवाक्यस्य विवरणार्थं, तत् समीचीनमासीत्। तर्हि अत्र प्रश्नः अस्ति, घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा इति। प्रश्नः अवगतः वा? घटं विहाय सर्वस्मिन् अपि पदार्थे अवधित्वं भवति वा इति, घटपृथक्त्वं प्रति। भवती जानाति एव उत्तरं तु उक्तवती अपि। कपाले भवति वा? न, न भवति। हा, तावदेव इति एव तत्र प्रश्नः। घटं विहाय जगति सर्वस्मिन् अपि पदार्थे अवधित्वं भवति वा? न भवति इति एव प्रश्नः। पुनः उक्तं तावदेव, पृथक्त्वं पृथक्त्वस्य निखिलावधिकत्वं नास्ति, केवलम् अनेकावधिकत्वम् इति पुनः स्पष्टीकृतम्। अस्तु, अग्रे सन्ध्या भगिनी पठति वा? सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत् कुत्र भवति, कुत्र च न भवति? अपि च पृथक्त्वस्य यादृशी स्थितिः तथा भेदस्य अपि वा? प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या, तदा भेदस्य। तर्हि अत्र प्रश्नः अस्ति, यदि सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं यदि नास्ति यथा पूर्वस्मिन् परिच्छेदे दृष्टवन्तः, तर्हि पृथक्त्वस्य अवधित्वं कुत्र भवति, कुत्र च न भवति? तर्हि तस्य उत्तरमस्ति, पृथक्त्वस्य अवधित्वं द्रव्य पृथक्त्वाश्रयभूतद्रव्यम् अपि च तस्य द्रव्यस्य अवयवपरम्परायां ये ये सन्ति, यानि यानि द्रव्याणि सन्ति, तानि विहाय सर्वत्र अन्यत्र सर्वत्र पृथक्त्वस्य अवधित्वम् अस्ति। कुत्र न भवति इत्युक्ते तत्र द्रव्यं विहाय द्रव्यस्य अवधि आश्रयभूतपदार्थाः ये सन्ति इत्युक्ते अवयवाः अपि च अवयवपरम्परायां ये पदार्थाः वा यानि द्रव्याणि सन्ति तत्र अवधित्वं पृथक्त्वस्य न भवति। एतत् सम्यक् किल? समीचीनम्। तर्हि अग्रे अस्ति, अपि अपि च पृथक्त्वस्य यादृशी स्थितिः अस्ति तथा भेदस्य अपि अस्ति वा। तर्हि यथा इदानीं पृथक्त्वस्य विषये उक्तवन्तः अवयवपरम्परायां यानि वस्तूनि यानि द्रव्याणि सन्ति तानि विहाय सर्वत्र पृथक्त्वस्य अवधित्वम् अस्ति तथैव भेदस्य अपि अस्ति वा इति प्रश्नः। तर्हि पृथक्त्वस्य स्थितिः वक्तव्या यद् इदानीम् एव चर्चितम्, अग्रे तर्हि भेदस्य इति। अग्रे भेदस्य, अस्तु अग्रिमवाक्यमपि वाक्यद्वयं वाक्यमपि पठतु भवती। विद्याधर्यां दत्तमस्ति यत् सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति इत्यभावः घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः प्रतियोगिनं विहाय यः सर्वत्र भवति। एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कः अर्थः? तर्हि विद्याधरीवाक्यमस्ति सर्वः अपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति इति, तर्हि तत्तु जानीमः। तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इत्युक्ते इत्युक्ते तत्र घटः नास्ति इत्युक्ते घटस्य अभावः, घटाभावः घटे नास्ति परन्तु अन्यत्र सर्वत्र अस्ति, अन्येषु सर्वेषु द्रव्येषु जगति अस्ति घटस्य अभावः। अस्तु, घटस्य अभावः इति न वक्तुं शक्नुमः, सर्वत्र भवति इति। घटस्य अभावः सर्वत्र न भवति, सर्वत्र भवति। क्षम्यतां भगिनि, न श्रुतं, पुनः वदतु। घटस्य अत्र उक्तं तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इति। इदानीम् उत्पीठिकायां घटः नास्ति चेत् अहं घटम् आनीय अत्र स्थापयामि चेत् घटाभावः न भवति खलु? आम्। हा, तर्हि विशेषः अस्ति अयम् अभावः। कीदृशः अभावः विशेषः? अन्योन्याभावः इति। हा, अन्योन्याभावस्य वैशिष्ट्यं किं? केन सम्बन्धेन स्वस्मिन् भवति? तादात्म्यसम्बन्धेन। सत्यं, तर्हि तादात्म्यसम्बन्धेन घटः भूतले भवितुमर्हति वा? न, स्वस्मिन्नेव भवितुमर्हति। हा, स्वस्मिन्नेव भवितुमर्हति। तदर्थम् उक्तं तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र इति। हा, तर्हि घटस्य अभावः सर्वत्र नास्ति इति न, सर्वत्र अस्ति इति न वक्तव्यं, तादात्म्यसम्बन्धेन घटस्य अभावः सर्वत्र अस्ति इति वक्तव्यम्। सत्यं, सत्यं। सः एव अभावः, अन्योन्याभावः अथवा भेदः इति उच्यते। हा, तर्हि तदेव अग्रिमवाक्यमस्ति। तर्हि तादात्म्यसम्बन्धेन यः अभावः अस्ति सः अन्योन्याभावः एव भेदः इति वाक्यम् अग्रे। प्रतियोगिनं विहाय सः सर्वत्र भवति इत्युक्ते घटः इति इदानीम् अन्योन्याभावस्य प्रतियोगी अस्ति, तर्हि घटे घटस्य अन्योन्याभावः नास्ति, घटः प्रतियोगी घटं प्रतियोगिनं विहाय सः अभावः सर्वत्र अस्ति। एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। तर्हि इदानीम् अत्र पटस्य उदाहरणं स्वीकृत्य तदेव उक्तं। तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कः अर्थः इति अत्र प्रश्नः। अग्रिमपरिच्छेदः, तर्हि इदं मनसि स्पष्टतया भवेत् यत् तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति एव। एकः घटः अपरः घटः अस्ति, घटद्वयमस्ति मम पुरतः, अस्तु, तयोः मध्ये अपि तादृशः अभावः भवति इति वार्ता। बुद्धम्? प्रत्येकं पदार्थः स्वस्मिन् तादात्म्येन भवति, तेन सम्बन्धेन सः पदार्थः अपरत्र कुत्रापि न भवितुमर्हति इति कृत्वा तस्य पदार्थस्य अन्योन्याभावः जगति सर्वत्र भवति। तर्हि यद्यपि मम पुरतः घटद्वयम् अस्ति तर्हि साधारणतया घटाभावः नास्ति, अत्यन्ताभावः नास्ति इति वक्तुं शक्नोमि, परन्तु तयोः मध्ये परस्पर अन्योन्याभावः वर्तते एव. एकः घटः अपरस्मिन् तादात्म्येन न भवितुमर्हति इति, तादृशः अभावः भेदः इति उच्यते. प्रतियोगिनं विहाय जगति सर्वत्र तस्य प्रतियोगिनः अभावः भवति इति. अस्तु, अग्रे प्रतियोगिनं विहाय इत्यस्य अर्थः कः इति लक्ष्मी भगिनी पठति वा? आम् भगिनि, घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति कारणेन घटः स्वस्मात् भिन्नः, घटभेदः घटे इति न भवति. घटभेदस्य प्रतियोगी कः? प्रतियोगी नाम कः? अभावस्य विरोधी, यस्य आनयनेन घटभेदः घटस्य अन्योन्यन अभावः न भवितुमर्हति. घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति, अतः घटभेदस्य प्रतियोगी घटः एव. घटरूपप्रतियोगिनी घटभेदौ नास्ति, घटं विहाय सर्वत्र घटभेदः अस्ति. पटः घटात् भिन्नः इत्यनेन घटभेदः पटे, मठः घटात् भिन्नः इत्यनेन घटभेदः मठे, वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे. प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति. अस्तु, इदानीं वाक्यशः पठामि. घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन, तर्हि तादात्म्यसम्बन्धेन घटः स्वस्मिन् अस्ति इति अस्ति अस्मि. अनेन कारणेन घटः स्वस्मात् भिन्नः इति न वक्तुं शक्नुमः. घटस्य अभावः अथवा घटभेदः घटे नास्ति इति नास्ति इति न भवितुमर्हति. प्रतियोगी नाम किं? प्रतियोगी इत्युक्ते विरोधि, घट अभावस्य विरोधी घटे अस्ति, अतः घटाभावं प्रति विरोधः घटे अस्ति, अभावस्य विरोधी घटः. घटाभावस्य विरोधी घटः तदेव प्रतियोगी इति नूतनसंज्ञा इति वक्तुं शक्नुमः. घटस्य आनयनेन घटभेदः नश्यति, न सत्यं सत्यम्. इदानीं घटस्य आनयनेन घटभेदः नश्यति, अस्तु, परन्तु भेदस्थले इतोपि आवश्यकं, भेदः अथवा अन्योन्याभावः इत्यस्य स्थले इतोपि किमपि आवश्यकं. तत् किं? तादात्म्यसम्बन्धं, तादात्म्यसम्बन्धेन इत्येव अस्ति. किन्तु कस्य आनयनेन अभावः नश्यति? सः प्रतियोगी, सम्बन्धः यः कोऽपि भवतु, केन वस्तुना नश्यति अभावः इति द्रष्टव्यं. सः तद्वस्तु एव प्रतियोगी. घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति, अतः घटभेदस्य प्रतियोगी घटः एव. घटभेदस्य प्रतियोगी घटभेदस्य प्रतियोगी घटः एव. घटरूपप्रतियोगिनी घटभेदो नास्ति इत्युक्ते घटरूपप्रतियोगिनी घटरूपप्रतियोगिनी घटमेव, अतः घटभेदः इत्युक्ते घटस्य अन्योन्य अभावः, अतः अतः घटरूपप्रतियोगिनी घटरूपम् अथवा घटरूपं घटभेदो नास्ति. घटभेदे अत्र रूपम् इति गुणः न, घटरूपप्रतियोगिनी इत्युक्ते घटः इति प्रतियोगी तस्मिन्. रूप इति गुणः इति मा चिन्तयन्तु, भ्रमः न स्यात्. घटरूपप्रतियोगिनी इत्युक्ते घटः इति प्रतियोगिनी, घटरूपप्रतियोगिनी. अस्तु, घटः घटः घटः घटभेदः नास्ति, तदेव घटे घटभेदः नास्ति इति. आम्, घटः घटं विहाय सर्वत्र घटभेदः अस्ति. घटस्य अन्योन्यभावः, अन्योन्य अभावः जगति सर्वत्र वर्तते. घटे घटं स्वस्मिन् सादास्य सम्बन्धेन वर्तते, तत् जगति घटं विहाय घटस्य अन्योन्यभावः सर्वत्र अस्ति. पटः घटात् भिन्नः, अन्य उदाहरणानि स्वीकृत्य वक्तुं शक्नुमः. पटः घटात् भिन्नः अस्मिन् वाक्ये घटभेदः पटे अस्ति, अथवा घटस्य अन्योन्य अभावः पटे अस्ति. तादृशमेव वाक्यानि अस्ति मटः घटात् भिन्नः इत्यनेन घटभेदः मटे, वृक्षात् वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे, प्रतियोगिनं घटं विहाय तत्र. अहमपि पृष्ट्वा वदामि, इदानीं मठः घटात् भिन्नः इति उक्तं खलु? अस्तु अस्तु, समीचीनमेव, मम भ्रमः जातः, क्षम्यतां, घटभेदः एव मठे. प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति इति निकषः. अस्तु, इति अन्योन्याभावः, स्वं विहाय जगति सर्वत्र तस्य भेदः अस्ति, स्वस्य भेदः अस्ति इति अन्योन्याभावः. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि, अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. निखिलावधिकत्वं नाम किं? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति. भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति. भेदः प्रतियोगिनं विहाय सर्वत्र भवति इति अस्य अर्थः एव एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. भेदस्य निखिलावधिकत्वम् अस्ति, निखिलावधिकत्वम् अस्ति वा इति चिन्तनीयं. भेदः तु स्वं विहाय सर्वत्र इति तु स्पष्टं स्यात्. आमां, घटं विहाय सर्वत्र, घटं विहाय सर्वत्र भेदः अस्ति. हा, तर्हि न्यायशास्त्रे निखिल इत्यस्य अर्थः कः? स्वं विहाय सर्वत्र इति खलु? आम्. हा, अधुना भेदः प्रतियोगिनं विहाय सर्वत्र इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयं वा इति अग्रे. निखिलावधिकत्वं नाम किं? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति. सारांशः, निखिलावधिकत्वम् अस्ति प्रतियोगिनं विहाय सर्वत्र. सारांश अत्र कन्क्लूसिव्लि इति न उक्तं भेदस्य निखिलावधिकत्वम् अस्ति इति. अस्तु, केवलम् एवमुक्तं यत् प्रतियोगिनं विहाय सर्वत्र भेदः भवति इति चेत्, अपि च इदमेव निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं स्यात्. अस्तु, यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति इति तु एतावता चर्चितम्. तदेव प्रतियोगिनं विहाय सर्वत्र विद्यमानत्वम् इति एव अधिनिखिलावधिकत्वम् इति चेत् तर्हि भेदस्य निखिलावधिकं स्यात् इति उक्तं. परन्तु निखिलावधिकत्वम् इत्यस्य अर्थः सः एव वा इति अग्रे परिशीलनीयं भवति. प्रतियोगिनं विहाय सर्वत्र भेदः भवति इत्येव अर्थः वा भेदस्थले निखिलावधिकत्वस्य? तथा स्वीकृतं चेत् भेदस्य निखिलावधिकत्वं भवेत्, किन्तु तथा अस्ति वा इति अग्रे द्रष्टव्यं. शनिवासरस्य वर्गे अतः अत्र स्थगितमासीत् इति चिन्तयामि इतः अग्रे अग्रिमसप्ताहे. परन्तु चिन्तनीयं भवति यत् एतावत् पर्यन्तं यत्र कुत्रापि दृष्टं पृथक्त्वम् इति स्वीकुर्वन्तु, घटः पटात् पृथक्, पृथक्त्वस्य आश्रयः कः? घटः. हा, आश्रयभिन्नवस्तु पटः, तस्मिन् अवधिः आसीत्. अस्तु, वृक्षात् फलं विभक्तम् इति यदुक्तं, वृक्षात् फलं विभक्तम् अथवा वृक्षात् वृक्षफलयोः विभागः इति यदुक्तं, तत्र विभागः फले अस्ति इति स्वीकृतं चेत् वृक्षः इति अपरः पदार्थः वृक्षः अवधिः अस्ति. हा, वृक्षः अवधिः आसीत्. इदानीं भेदस्थले चिन्तयतु, भेदः सर्वत्र अस्ति. अस्तु, भेदः कुत्र नास्ति? प्रतियोगिनी नास्ति किल, तर्हि अवधिः कः स्यात् इति प्रश्नः उदेति. यतोहि अपरेषु स्थलेषु यथा दृष्टं पृथक्त्वस्य वा विभागस्य अथवा संयोगस्य आश्रयभिन्नवस्तु आसीत् अवधिः. परन्तु वेदस्थले कथं वा निर्णयं कुर्मः अवधेः इति प्रश्नः. तदर्थम् अत्र हा, भेदः सर्वत्र अस्ति किन्तु भेदः कुत्र नास्ति? प्रतियोगिनी नास्ति. स्वस्मिन् विहाय सर्वत्र अस्ति भेदः. सत्यं, भेदयोः मध्ये पृथक्त्वम् इति गुणः अस्ति, भेदः इति पदार्थः अस्ति. भेदः भेदस्य आधारः, भेदस्य आश्रयः द्रव्यं न इति द्रव्यम् इति न वक्तुं शक्नुमः, यथा पृथक्त्वस्य आश्रयः द्रव्यम् इति खलु. हा, तदपि चिन्तनं समीचीनमेव अस्ति. अस्तु, किन्तु अत्र किं वक्तुम् इच्छामि इति चेत् तत्र केवलं पृष्टम् अस्ति, यदि प्रतियोगिनं विहाय सर्वत्र भेदः अस्ति इति कृत्वा निखिलावधिकत्वम् इत्यस्य परिभाषा तदेव अस्ति चेत्, प्रतियोगिनं विहाय सर्वत्र भेदः भवति इति निखिलावधिकत्वस्य परिभाषा अस्ति चेत्, तर्हि भेदस्य निखिलावधिकत्वं भवेत्. परन्तु तथा अस्ति वा इति अग्रिमसप्ताहे परिशीलनं भवति. अहं चिन्तयामि नास्ति इति अपि मम चिन्तनं. तर्हि अहम् अग्रे पश्यामः. अस्तु, धन्यवादः. एतावता कोऽपि प्रश्नः? भगिनी, एकः सरलः प्रश्नः अस्ति. कोऽपि जनाः वदन्ति अवधयः, अन्य कोऽपि वदन्ति अवधिनः. सम्यक् कः अस्ति, अवधिनः अथवा अवधयः? अवधयः महोदय, अवधिः इति इकारान्तपदं खलु, यथा मुनिः. तर्हि अवधयः पुंलिङ्गमस्ति खलु, अवधिः पुल्लिङ्गपदम्. तर्हि शनिवासरस्य वर्गे जनाः अवधिनः इति वदन्ति अपि, तत् कोऽपि तत् अर्थः कः, अन्य कोऽपि अर्थः अस्ति वा अवधिनः इत्युक्ते? न, प्रायः दोषेण उक्तवन्तः इति चिन्तयामि. अवधिः इत्येव अस्ति, मुनयः यथा तथैव, मुनिः यथा तथा. अस्तु अस्तु अस्तु, धन्यवादः. अस्तु तर्हि प्रश्नाः न सन्ति चेत् तर्हि विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.